अस्तु महोदय, शतरन्तरूपाणां इदानीं पाठः आरभ्यते, तत्र अनुवर्तते इति. तर्हि वर्तमानकाले भवति इति वयं जानीमः, रूपाणाम् अपि अध्ययनं कथं भवति इति अपि जानीमः, प्रयोगः अपि दृष्टः. इदानीं सर्वे त्रीणि वाक्यानि इति उक्तमस्ति. अत्र किञ्चित् व्यवहारिकरूपेण पश्येम कुत्र पर्यन्तम् अस्माकं बोधः जातः. तत्र अन्य कोऽपि अस्ति इति वा? कस्यचित् ध्वनिः श्रुतः? शिल्पा अस्मि. शिल्पा भगिनी इति अहं चिन्तयामि स्म. वा वा, बहु समीचीनमस्ति भगिनि. किन्तु सूर्यमहोदय, अहं केवलं शृणोमि अद्य. अस्तु अस्तु अस्तु, नास्ति चिन्ता. किञ्चित् वक्तुमिच्छति चेत् स्वागतम्. अस्तु, तर्हि अत्र किं सञ्जीवमहोदय अतीवसरल उदाहरणं ददाति वा, कथं भवति इति? किं शतरन्तरूपं? सत्यं, वाक्यं. अहं दूरदर्शनं पश्यन् जलं पिबामि. अहं दूरदर्शनं पश्यन् जलं पिबामि. तस्य अर्थः कः? तस्य अर्थः जलस्य पेयकार्यं तथा चलनचित्र दूरदर्शनस्य दर्शनकार्यं समानसमये भवति. समीचीनमस्ति. यस्मिन् काले दूरदर्शनं पश्यामि तस्मिन् एव काले जलमपि पिबामि इति अर्थः अस्ति. बहु समीचीनमस्ति. तर्हि इतः लक्ष्मीभगिनी वदति वा? आं महोदय, अहं संस्कृतपाठं शृण्वन् स्मरामि. वाक्यं तु समीचीनमस्ति, किन्तु वक्ता कः इति प्रष्टव्यः. भवती वदति वा? आं महोदय. तर्हि अत्र कश्चन प्रश्नः उदेति, तत्र शत्रन्तरूपं क्रियापदमस्ति इति वा इति प्रश्नः. शत्रन्तरूपं तत्र समीचीनम् अस्ति, तत्र वाक्यम् इदानीम् अस्माकं चिन्तनं भवति, तत्र कीदृशरूपम् अस्ति इदं शत्रन्तरूपं? विशेषणं. विशेषणम् अत्र विशेषणमस्ति चेत् कीदृश भेदाः, नाम केषाम् आधारेण रूपभेदः भवति? तत्र विभक्तिभेदः भवति वा? भवति महोदय. पुरुषभेदः भवति वा? नास्ति. नास्ति. तत्र लिङ्गभेदः भवति वा? भवति महोदय. तर्हि प्रश्नः उदेति मम मनसि, प्रायः जिज्ञासा न स्यात्, किन्तु भवती किं, महिला वा पुरुषः? आं महोदय, आं महोदय, क्षम्यतां महोदय. अहं संस्कृतपाठं शृण्वती स्मरामि. इदानीं समीचीनमस्ति. शृण्वती स्मरामि स्मरामि. अस्तु, समीचीनमस्ति. सन्ध्या भगिनी वदति वा? महोदय, अत्र श्रुधातु भादिगणे अस्ति चेत् नमागमः भवेत् वा? न, किन्तु तत्र बलात् शप् इति विकरणप्रत्ययः नास्ति. तत्र प्रश्नः समीचीनः अस्ति. बलात् अत्र विशिष्टसूत्रेण शप् विकरणप्रत्ययः नास्ति. तत्र श्नु इति एव विकरणप्रत्ययः अस्ति तस्य, यद्यपि अपि तदर्थमेव वस्तुतः पुष्पा दीक्षिता मातृभिः उच्यते यत् अयं दोषः तत् मा भवतु. सूत्रमपि परिवर्तितमस्ति ताभिः. नाम तत्र स्वादिगणे एव भवति स्म, भवेत् अस्ति एव. तत्र पृथक्तया सूत्रमपि तादृशं नापेक्षितमस्ति. तत् एवं रीत्या तस्य न कोऽपि लाभः अस्ति भुवादिगणे, न कोऽपि लाभः. तत्र विकरणप्रत्ययेन एव धातुगणः निर्णीयते. तस्य आधारः स एव. तर्हि भुवादिगणे किमर्थम् इति चिन्तनेन, किन्तु प्रश्नः समीचीनः अस्ति. अत्र अङ्गं यदा वयं पश्यामः, अङ्गं किम्, अङ्गं किमिति चेत् तत्र शृणोति अङ्गम्, अङ्गमस्ति शृणु, अदन्तं नास्ति. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. तर्हि सन्ध्या भगिनी उदाहरणं वदति वा? न महोदय, अहं शृणोमि. भवती सा मीना भगिनी वदति वा? नृत्यन्तः गायन्तः बालिकाः क्रीडाङ्गणे प्रविशन्ति. चियर् लीडर्स् इति मन्ये. पुनः वदतु. नृत्यन्त्यः गायन्त्यः बालिकाः क्रीडाङ्गणे प्रविशन्ति. अत्र अस्तु, समीचीनमस्ति. अस्तु, समीचीनमस्ति वाक्यं. वाक्यं समीचीनमस्ति. अग्रे अजय महोदय वदति वा? न महोदय, अहं न जानामि. न जानाति इत्युक्ते न अवगच्छति इति वा? न अवगच्छामि इति वदतु. न अवगच्छामि. अस्तु, अभिनव महोदय तत्र वदति वा? आम् महोदय. बालकः विद्यालयं गच्छन् पठति. पुनः वदतु. बालकः विद्यालयं गच्छन् पठति. गच्छन् पठति. यस्मिन् काले गच्छति तस्मिन् काले पठति. तत्र क्षम्यतां, वाक्यं पुनः वदतु. अभिनव पुनः वदतु. बालकः विद्यालयं गच्छन् पठति. गच्छन् किमर्थं, बालिका गच्छति, गच्छति किमर्थं नास्ति? बालकः इति अस्ति. बालिका, बालिका अस्ति, बालकः अस्ति वा? बालकः अस्ति, पुल्लिङ्ग. ओ ओ ओ, क्षम्यतां क्षम्यतां, चिन्ता मास्तु. अहमपि पुनः वदतु इति, यतोहि तत्र संशयः आसीत्, किन्तु तत्र बालकः एव अस्ति. अस्तु, तर्हि निहारिका भगिनी वदति वा? बालकः हसन् धावति. हसन् इति वा? हसन् धावति, समीचीनमस्ति. पुष्पा भगिनी वदतु. बालकः खादन् मार्गे गच्छति. अस्तु, समीचीनमस्ति. सुनिधि भगिनी. अहं गृहपाठं लिखन्ती गीतं शृणोमि. ओ, समीचीनमस्ति. तथा गृहपाठः समीचीनः भवति वा? ओ, नाम भवती एकस्मिन् एव काले तादृशं कार्यद्वयं कर्तुं शक्नोति इति अर्थः. बहु सम्यक् अस्ति. करोमि. ओहो, समीचीनमस्ति. अस्तु, तर्हि श्रीनिवासः अस्ति. वाक्यं वदति वा? आम् महोदय. पचन्ति माता क्रीडितः पुत्रौ भोजनार्थम् आह्वयति. सम्यक् अस्ति. पुनः सर्वेषां कृते वदतु एकवारं मन्दं मन्दं. पचन्ति पचन्ति माता क्रीडितः पुत्रौ भोजनार्थम् आह्वयति. अत्र अत्र किन्तु अत्र पुत्रौ इत्यस्य विशेषणं किमुक्तं? द्वौ पुत्रौ. तत्र पुनः वाक्यं तत्र तस्य दत्तशतरूपं किमस्ति तत्र? पचन्ति शतरूपं. पचन्ति माता. अनन्तरं क्रीडिता पुत्रौ अपि क्रीडन्तौ. तत्र रूपं किं स्यात् इति तत्र प्रश्नः अस्ति. तत्र प्रश्नः अस्ति. तत्र तत्र बालकः तत्र रूपं कथं भवति क्रीडातुः? बालकः एकवचने प्रथमपुरुषे क्रीडन् क्रीडन्तौ क्रीडन्तः. न, मम प्रश्नः अस्तु, समीचीनमस्ति. लट् नाम चिन्तनं किं सर्वेषां कृते प्रदर्शयतु, कथमस्ति रूपं, कथं जानीमः लट् लकारस्य? लट् लकारस्य बहुवचनरूपं ति त्यक्त्वा क्रीडन् क्रीडन् अस्ति. क्रीडन्ति, क्रीडति, क्रीडतः, क्रीडन्ति इति अस्ति. क्रीडन्ति इति निष्कासयामः क्रीडन्. तदर्थं रूपाणि वदतु एकवारं. क्रीडन् इत्यस्य क्रीडन् क्रीडन्तौ क्रीडन्तः क्रीडन्तं क्रीडन्तौ क्रीडतः क्रीडतः. समीचीनमस्ति. तर्हि अत्र बालकौ आह्वयति इति बालकौ इत्यस्य किं वचनं, का विभक्तिः? बालकौ द्विवचनं प्रथमाविभक्ति. प्रथमाविभक्तिः इति वा? द्वितीयाविभक्ति क्रीडन्तौ. द्वितीयविभक्तिः. तत्र अस्माकं रूपं किं स्यात् इति अस्य आधारेण प्रथमतया शत्रन्तरूपं निष्कास्य वाक्यं वदतु. शतरन्तरूपपदं शतरन्तपदद्वयमस्ति तस्मिन् वाक्ये, पदद्वयमपि निष्कास्य वदतु वाक्यं. माता पचन्ति माता. न न न, पचन्ति इति किं, मया किमुक्तं शृणोतु भगवान् भोः. शतरन्तपदं निष्कास्य वाक्यं वदतु एकवारं. माता पचति एकवाक्यं. माता बालकौ माता बालकौ भोजनार्थम् आह्वयति. भोजनार्थमिति इति अपि तत्र नाम मूलवाक्यं किं? माता बालकौ आह्वयति. माता बालकौ आह्वयति. इति सरलरीत्या तत्र अस्माकं वाक्यमस्ति. नाम अत्र यत्र सर्वे एकवारं शृणोतु सम्यक्तया. यत्र शतरन्तरूपाणां चिन्तनं भवति तत्र अस्माभिः किं चिन्तनीयमस्ति? प्रथमतया शतरन्तरूपं कथमस्ति, तत्र रूपं स्वयं कथमस्ति, नाम नुमागमः अस्ति वा, रूपं कथमस्ति इति तत्र चिन्तनं भवेत्. लिङ्गं किमस्ति इत्यादि दृष्ट्वा निर्णयः स्यात्. तदनन्तरं वाक्ये यत्र प्रयुज्महे तत्र वाक्ये का विभक्तिकत्वम् अपेक्षितमस्ति. अत्र माता बालकौ आह्वयति. अत्र माता इत्यस्य का विभक्तिः? अजय महोदय वदतु. सुनिधि भगिनी, तत्र बालकौ इत्यस्य का विभक्तिः? द्वितीया. द्वितीया विभक्तिः. माता बालकौ आह्वयति इति इदानीं यदि माता शब्दस्य किञ्चन विशेषणं स्यात् तस्य च विशेषणस्य का विभक्तिः भवेत्? मीना भगिनी वदतु. अस्मिन् वाक्ये वाक्यं किमस्ति? माता पचति इति विशेषणं अस्माकं वाक्यं मूलवाक्यं किं माता बालकौ पच आह्वयति अत्र माता इति का विभक्तिः प्रथमविभक्ति एकवचनं अपि च तत्र माता इत्यस्य लिङ्गं किं स्त्रीलिङ्गं तर्हि यत्र तस्य विशेषणं भवति तस्य विशेषणमपि स्त्रीलिङ्गे भवेत् प्रथमाविभक्तौ भवेत् एकवचने भवेत् शिल्पा भगिनी तत्र बालकौ इत्यस्य लिङ्गं किं वचनं किं विभक्तिः का तस्मिन् वाक्ये बालकौ द्वितीयविभक्ति द्वितीयविभक्ति द्विवचने पुल्लिङ्ग् पुल्लिङ्गः अस्तु समीचीनमस्ति तर्हि इदानीं सर्वे अवगच्छन्ति खलु नाम यत्किमपि विशेषणं स्यात् इदानीं माता बालकौ आह्वयति इति तत्र माता इत्यस्य विशेषणं सुन्दरशब्दः बालकौ इत्यस्य विशेषणम् उन्नतशब्दः तत्र निहारिका भगिनी वदति वा वाक्यम् उन्नता माता न सुन्दरशब्दः मातुः विशेषणम् उन्नतशब्दः बालकशब्दस्य विशेषणम् सुन्दरा सुन्दरी माता उन्नतं बालकम् आह्वयति समीचीनमस्ति किन्तु बालकौ इति आसीत् खलु उन्नतौ बालकौ सुन्दरी माता सुन्दरी माता उन्नतौ बालकौ आह्वयति इति अस्ति तत्र विशेषणविशेष्यभावः ज्ञायते अस्माभिः तत्र अकारान्तशब्दः विशेषणत्वेन कुत्रचित् स्त्रीलिङ्गे आकारान्तः कुत्रचित् ईकारान्तः अत्र सुन्दरशब्दस्य ईकारान्तत्वं भवति स्त्रीलिङ्गे इति कृत्वा सुन्दरी सुन्दरी माता उन्नतौ बालकौ आह्वयति इति अस्ति इदानीं सुन्दरी इत्यस्य स्थाने शतरन्तरूपम् अस्ति उन्नतौ इत्यस्य स्थाने शतरन्तरूपमस्ति तादृशं लिङ्गं तादृशं विभक्तिकत्वम् अपि च तादृशं वचनम् इति अपेक्षितमस्ति तर्हि तत्रैव स्थापयामः तथा इदानीं पुनः वाक्यं वदतु महोदय श्रीनिवासमहोदय माता बालकौ आह्वयति महोदय नाम पूर्णं वाक्यम् इदानीं पूर्णवाक्यं पचन्ति माता क्रीडन्तौ बालकौ आह्वयति अथवा बोधनार्थम् आह्वयति इति सम्यक् अस्ति तर्हि पचन्ति माता क्रीडन्तौ बालकौ बोधनार्थम् आह्वयति इति अस्माकं वाक्यमस्ति इदानीं शीघ्रमेव रूपाणां चिन्तनं कथं भवति इति श्रीनिवासमहोदय तत्र स्मारयति वा पुल्लिङ्गे अस्ति चेत् कीदृशं चिन्तनम् अस्ति सोपानं सामान्यचिन्तनं पुल्लिङ्गे अस्ति चेत् लोट्लकाररूपस्य बहुवचनरूपं त्यक्त्वा तदेव भवति महोदय तर्हि गम् धातोः उदाहरणं ददातु गम् धातोः गच्छन् गच्छन्तौ गच्छन् न सोपानेन किं कथं किञ्चित् चिन्तनीयमस्ति लट्लकारस्य बहुवचनान्तरूपं वक्तव्यमस्ति अस्तु महोदय गम् धातोः लट्लकारस्य बहुवचनरूपं गच्छन्ति महोदय गच्छन् अवशिष्यते गच्छन्ति इति रूपमस्ति तत्र प्रथमपुरुषे एक बहुवचने गच्छन्ति, गच्छन्ति इति रूपमस्ति, ति इति निष्कासयामः, गच्छन् इति अवशिष्यते. पुल्लिङ्गे रूपाणि तथा भवन्ति, यथा भवत् शब्दः, भवान् भवन्तौ भवन्तः, भवन्तं भवन्तौ भवतः, भवता भवद्भ्यां भवद्भिः, एवमेव गच्छन् गच्छन्तौ गच्छन्तः, गच्छन्तं गच्छन्तौ, तत्र पर्यन्तं नकारः अस्ति, अनन्तरं नास्ति. गच्छतः गच्छता गच्छद्भ्यां गच्छद्भिः इत्यस्ति. पुल्लिङ्गे तादृशमस्ति. अस्तु, समीचीनमस्ति. इदानीं स्त्रीलिङ्गचिन्तनं सन्दीपमहोदय कथमस्ति? स्त्रीलिङ्गे यदि अङ्गः अदन्तः अस्ति तदा नमागमः भवति. न, हा, किन्तु एतादृशं वदनेन न कोऽपि अवगच्छति. इदानीं व्याकरणवर्गः नास्ति, तत्र अङ्गमदन्तमिति न कोऽपि केचन जानीयुः. तत्र अस्माकं सरलरीत्या ये न जानन्ति, केचन न जानन्ति, सरलरीत्या किं वक्तव्यमस्ति? गच्छन्ति गच्छन्त्यौ गच्छन्त्यः इति न किन्तु चिन्तनं किं मया किमुक्तमासीत् नाम, भवानेव अध्यापकः अस्ति चेत् प्रथमे दिने ये किमपि न जानन्ति तेषां कृते कथं पाठयति यत् अस्तु इदानीं गच्छन् इति रूपमस्ति पुल्लिङ्गे. इदानीं स्त्रीलिङ्गे कथं चिन्तनीयमस्ति यत् एतत् सर्वं कथं भवति? लक्ष्मीभगिनी साहाय्यं करोति वा? आं महोदय, अहं वदामि वा? प्रथमं लट्लकारस्य बहुवचनरूपं नयामि. गम् धातोः बहुवचनरूपं लट्लकारस्य गच्छन्ति भवति. तस्मिन् ति निष्कासयामः चेत् गच्छन् भवति, तथा पुंलिङ्गरूपं पुंलिङ्गस्वतन्त्ररूपम् आगच्छति. अनन्तरं स्त्रीलिङ्गरूपम् आनयामि चेत् प्रथमं ईकारः दीर्घ ईकारः गच्छन्ति भवति. नाम तकारे दीर्घ ईकारः, तकारस्य ईकारः भवति. अनन्तरं अतः पुल्लिङ्गरूपं सिद्धमस्ति गच्छन्. इदानीं तकारे ईकारः नाम ती इति संयोजयामः. अजय महोदय श्रुणोति वा? अजय महोदय, एतत् सर्वं भवतः कृते, अन्ये सर्वे जानन्ति. सन्ध्या भगिनी अपि शृणोतु, ये जानन्ति तेषां किम् आवश्यकम्? एतत् सर्वं ये नूतनतया आगच्छन्ति तेषां कृते अस्ति पुनस्मरणं. भवता वक्तव्यं भविष्यति. लक्ष्मीभगिनी पुनः, तर्हि पुल्लिङ्गे गच्छन् अस्ति, अनन्तरं ति इति संयोजयामः, गच्छन्ति इति अस्ति, तथा अग्रे किं वक्तव्यमस्ति? अनन्तरं नकारः भवति वा अथवा नास्ति वा इति चिन्तयामि. नकारः तु भवति वा इति न, किन्तु किं वक्तव्यमस्ति? नकारः तु अस्ति इदानीं गच्छन्ति, नकारः तिष्ठति वा न वा इति प्रश्नः. भवति न वा, तिष्ठति न, नकारः तिष्ठति वा अथवा नास्ति वा, न तिष्ठति वा इति अहं चिन्तयामि. तत्र लट्लकारस्य प्रथमपुरुषे एकवचनरूपं किमस्ति तथा चिन्तनीयं. गम् धातोः लट्लकारस्य प्रथमपुरुषे एकवचनरूपं गच्छति. ति अक्षरात् पूर्वम् अकारः तडागमः अस्ति वा, इत्युक्ते अकारः अस्ति, आगमः शब्दस्य आवश्यकता नास्ति, किन्तु आं महोदय, अकारः अस्ति वा इति चिन्तयामि चेत् तत्र अकारः अस्ति, गच्छति. अकारः अस्ति चेत् शत्रन्तरूपे नकारः तिष्ठति, यथा गच्छन्ती भवति प्रातिपदिकरूपे स्त्रीलिङ्गशत्रान्तप्रातिपदिकरूपे नकारः तिष्ठति यथा अतः गच्छन्ति इति मूलरूपम् अस्ति यथा नदीशब्दः ततः अग्रे यथा नदीशब्दस्य रूपाणि भवन्ति तथैव गच्छन्ति इत्यस्य नदी नद्यौ नद्यः नदीं नद्यौ नदीः गच्छन्ति वदतु लक्ष्मी भगिनी गच्छन्ति गच्छन्ति गच्छन्त्यौ गच्छन्त्यः गच्छन्तीं गच्छन्त्यौ गच्छन्तीः तृतीयविभक्तौ गच्छन्त्या गच्छन्तीभ्यां गच्छन्तीभिः इति अस्ति यथा नदीशब्दः तत्र केवलं स्मरणीयमस्ति यत् इदानीम् अस्माभिः चिन्तितमस्ति यत् लट्लकारस्य प्रथमपुरुषस्य एकवचने गच्छति इति रूपमस्ति ति इति इत्यस्मात् पूर्वम् अकारः अस्ति अतः गच्छन्ति इति रूपे तिष्ठति तिष्ठति इति कृत्वा मूलरूपे नाम प्रातिपदिके एव तिष्ठति अतः सर्वेषु रूपेषु अस्ति पुल्लिङ्गे यथा पञ्चसु एव रूपेषु प्रथमेषु पञ्चसु इति न सर्वेषु सर्वत्र भवति इदानीं किमस्ति किं कस्यचित् स्पीकर् फोन् जातमस्ति वा कोऽपि नूतनतया आगतमस्ति वा केनचित् स्पीकर् फोन् मास्तु तदेव महोदय अस्ति वा कः अस्ति अस्तु नमस्कारः रवि अस्मि किन्तु अस्तु स्वागतं महोदय रवि महोदय स्पीकर् फोन् मास्तु समीचीनमस्ति हेड्फोन् अपि मास्तु हेड्फोन् अपि मास्तु अस्तु स्वागतं स्वागतं महोदय तर्हि अनेन अस्माकं स्त्रीलिङ्गान्तरूपं साधितमस्ति इदानीं निहारिका भगिनी तत्र क्रीणाति इति पुल्लिङ्गे अपि च स्त्रीलिङ्गे इति वदतु कथमस्ति चिन्तनं किं क्रीणाति इति तत्र चन्द्ररूपं चिन्तनं सोपान सोपानानि वदतु प्रथमपुरुष बहुवचनं लट्लकारे क्रीणन्ति इति भवति तत्र ति निष्कासयामश्चेत् क्रीणन् इति पुल्लिङ्गरूप भवति अतः रूपाणि वदतु क्रीणन् इति रूपाणि वदतु उदाहरणार्थं तत्र बालकः वाक्यमिति न इदानीं केवलं रूपाणि तत्र एकवचने द्विवचने बहुवचने पुल्लिङ्गे क्रीणन् क्रीणन्तौ क्रीणन्तः क्रीणन्तं क्रीणन्तौ क्रीणतः क्रीणता क्रीणद्भ्यां क्रीणद्भिः क्रीणते क्रीणद्भ्यां क्रीणद्भ्यः क्रीणतः क्रीणद्भ्यां क्रीणद्भ्यः क्रीणतः क्रीणतोः क्रीणतां क्रीणति क्रीणतोः क्रीणत्सु क्रीणत्सु बहु समीचीनमस्ति इति तत्र क्रीणन् अस्ति पुल्लिङ्गे तर्हि अपि च नकारः पुल्लिङ्गे तिष्ठति केवलं प्रथमेषु पञ्चसु रूपेषु खलु तदनन्तरं नास्ति सा भगिन्या उक्तं अस्तु इदानीं स्त्रीलिङ्गे कथं भवति इति सुनिधिभगिनी वदति वा तत्र चिन्तनं नाम चिन्तनं पाठनीयमस्ति चिन्तनं किमस्ति इदानीं निहारिका भगिनी उक्तवती यत् क्रीणन्ति इति बहुवचने अस्ति, क्रीणन्ति, अनन्तरं ति इति निष्कासयामश्चेत् तत्र तिष्ठति क्रीणन्, पुल्लिङ्गे अस्माकं शतन्त्ररूपमस्ति क्रीणन्. इदानीं स्त्रीलिङ्गे ततः अग्रे किं चिन्तनीयमस्ति? स्त्रीलिङ्गे क्रीणति अस्ति. तत् लकारप्रथमपुरुष एकवचन एकवचन क्रीणाति अस्ति. हा, समीचीनं. क्रीणाति इति लट् लकारस्य प्रथमपुरुष एकवचने क्रीणाति इति रूपमः. ततः अग्रे किं वक्तव्यमस्ति? आ अस्ति. अतः नकार न तिष्ठति. हा, समीचीनमस्ति. हा, अजय महोदय, तत्र सुनिधि भगिनी किम् उक्तवती, पुनः वदतु कृपया. स्त्रीलिङ्गे स्क्रीणति इति अस्ति. रूपं कथं जानीमः? पुल्लिङ्गे क्रीणन् अस्ति खलु, क्रीणन्, क्रीणन्. हा, ततः अग्रे किं चिन्तनीयमस्ति, कथं जानीमः नकारः तिष्ठति न वा स्त्रीलिङ्गे? न अवगच्छामि महोदय. सन्ध्या भगिनी अवगतवती वा? भवती वदतु. अजय महोदय, सन्ध्या भगिनी वदिष्यति, तदनन्तरं भवता वक्तव्यं भविष्यति. हा, शृणोतु सम्यक्तया. सन्ध्या भगिनी पाठयतु. प्रथमाविभक्ति एकवचने क्रीणाति अस्ति. हा, किन्तु अत्र प्रथमाविभक्तिः अस्ति वा? क्रीणाति इति रूपं तत्र प्रथमाविभक्तिः इति वक्तव्यमस्ति वा? सम्यक्तया वदतु. नो, ओके, क्षम्यतां, प्रथमाविभक्ति नास्ति. लट्लकारे प्रथमपुरुषे एकवचनं क्रीणाति अस्ति. यदि अकारः नास्ति, नकारः न तिष्ठति. अत्र आकारः अस्ति, तर्हि नकारः न तिष्ठति. हा, समीचीनमस्ति. नाम यत्र स्त्रीलिङ्गे, अजय महोदय शृणोतु, यत्र स्त्रीलिङ्गे चिन्तनीयं भवति यत् नकारः स्वतन्त्ररूपे तिष्ठति न वा, तत्र क्रीणन् इति अस्ति पुल्लिङ्गे. क्रीणन्ति बहुवचनान्तरूपं लट्लकारस्य, अनन्तरं ति इति निष्कासयामः, क्रीणन् इति अस्ति पुल्लिङ्गे. अजय महोदय अस्ति क्रीणन्. अनन्तरं तकारे दीर्घिकारः संयोजयामः, क्रीणन्ति स्त्रीलिङ्गे. इदानीं स च नकारः मध्ये यः अस्ति, स च नकारः तिष्ठति न वा इति अस्य अवगमनार्थं लट्लकारस्य प्रथमपुरुषस्य एकवचनान्तरूपं किम् इति द्रष्टव्यमस्ति. क्रीणाति, अत्र ति इत्यस्मात् पूर्वं कः वर्णः जय महोदय वदतु? आकारः अस्ति. तत्र आकारः अकारः अस्ति वा? आकारः अस्ति. आकारः अकारः नास्ति खलु, तत्र आकारः भिन्नः अकारः भिन्नः वा? भिन्नः खलु, तत्र साम्यं तु नास्ति, भिन्नवर्णः अस्ति खलु इति अवगन्तव्यमस्ति. अत्र आकारः भिन्नः अकारः भिन्नः खलु. यत्र ति इत्यस्मात् पूर्वम् एकवचने अकारः अस्ति, यथा सुनिधि भगिनी उक्तवती, सन्ध्या भगिनी उक्तवती, अकारः अस्ति चेत् स्त्रीलिङ्गे नकारः तिष्ठति. अकारः नास्ति चेत्, अत्र अकारः नास्ति किन्तु अत्र आकारः अस्ति, क्रीणाति. आकारः अस्ति न तु अकारः, अतः नकारः तिष्ठति वा अजय महोदय? न तिष्ठति. तर्हि रूपं किम्? क्रीणति क्रीणति. अस्तु, भवान् एव वदतु तर्हि. क्रीणति इति प्रथमाविभक्तिः एकवचने, द्विवचने, बहुवचने किं भवति? क्रीणति, क्रीणति, क्रीणतौ, क्रीणतौ इति भवति वा? नदी इति वदतु. नदी, नद्यो, नद्यः, क्रीणत्यौ, क्रीणत्यः. अग्रे वदतु. क्रीणति, क्रीणत्यौ, क्रीणत्यः. द्वितीयविभक्तिः क्रीणति, क्रीणत्यौ, क्रीणत्यौ. अग्रे क्रीणतीः. अग्रे क्रीणत्या, क्रीणतीभ्यां, क्रीणतीभिः. अग्रे क्रीणत्यै, क्रीणतीभ्यां, क्रीणतीभ्यः. अग्रे क्रीणत्याः, क्रीणतीभ्यां, क्रीणतीभ्यः, क्रीणत्याः, क्रीणत्योः, क्रीणतीनां, क्रीणत्यां, क्रीणत्योः, क्रीणतीषु. हा हा, समीचीनमस्ति, अभिनन्दनम्. अवगच्छति खलु? आम्. अस्तु, आरम्भे अस्माभिः किम् अवगन्तव्यमस्ति तर्हि पुल्लिङ्गे स्त्रीलिङ्गे इति, इदानीं नपुंसकलिङ्गे कथं भवति इति अनन्तरं कुर्मः. इदानीं स्त्रीलिङ्गे पुल्लिङ्गे च वाक्यानि, इदानीं रूपाणि कथं भवन्ति इति वयं दृष्टवन्तः. पुल्लिङ्गे कथं भवति, स्त्रीलिङ्गे नकारः तिष्ठति न वा इति वयं ज्ञातवन्तः. इतः अग्रे वाक्यानि रचनीयानि. इदानीं पुनः इदानीम् इतः अग्रे, इतः अग्रे वदेम. तत्र सरलरूपाणि, तत्र यत्किमपि भवतु क्रियापदम्, इदानीं सर्वैः एकं वाक्यं भवतु, वाक्यं वदतु तत्र, यत्किमपि वाक्यं. पुष्पभगिनी वाक्यम् एकं वाक्यं वदतु. सर्वे सिद्धाः भवन्तु. एकं सर्वे, सर्वे सिद्धाः भवन्तु. अत्र शत्रुपदान्तं न न सर्वे सिद्धाः भवन्तु इति अहं वदन् जनाः धावन्ति, बालकां श्लाघनं कुर्वन्ति. पुनः वदतु. जनाः धावन्ति, बालिकां श्लाघनं कुर्वन्ति. न न, इदानीम् एक प्रथमतया एकवारं शत्रन्तरूपं निष्कास्य वाक्यं वदतु. प्रथमतया वाक्यं समीचीनं भवेत्, यत्र शत्रन्तरूपं, शत्रुरूपं केवलं विशेषणमस्ति खलु, विशेषणं निष्कास्य तदेव वाक्यं वदतु एकवारं. जनाः बालिकां श्लाघनं कुर्वन्ति. जनाः बालिकाम् इति अस्ति, किमस्ति? बालिकां श्लाघनं. अत्र नेहारिका भगिनी वदतु तत्र वाक्यं समीचीनं वा? तत्र कुर्वन् जनाः पुष्प भगिनी पुनः वदतु. जनाः बालिकां श्लाघनं कुर्वन्ति. जनाः कुर्वन्ति, जनाः श्लाघनं कुर्वन्ति, जनाः बालिकां श्लाघनं कुर्वन्ति इति वाक्यमस्ति. नहारिका भगिनी, तत्र साधु वाक्यमस्ति वा? न. तत्र समस्या का? Mm. तत्र श्लाघनम् इति द्वितीयविभक्तौ अस्ति. सम्यक् अस्ति. लक्ष्मीभगिनी किं वदति तत्र तावत् महोदय? अत्र बालिकायाः श्लाघनम् इति अस्ति. समीचीनमस्ति. बालिकायाः अत्र तत्र श्लाघनम् इति अत्र वैशिष्ट्यं किम् अस्ति? तत्र श्लाघनम् अहं अस्तु श्लाघनं यथा गमनं चिन्तनं श्रवणं श्लाघनं लेखनम् एतत् सर्वम् अत्र तस्मात् पूर्वं द्वितीयविभक्त्यन्तं रूपं न भवति, षष्ट्यन्तं रूपम् एव भवति, न तु द्वितीयन्तं रूपं. सर्वे अवगच्छन्तु, एतत् सर्वं वयं पठितवन्तः पूर्वमपि, बहु पूर्वम्. अत्र ल्युडन्तं रूपमिति वदामः, गमनं चिन्तनं लेखनं धावनं, यत्र सकर्मकधातुः अस्ति यथा श्रवणम्. अहं गानं श्रवणं करोमि इति तत्र अभिनवमय तत्र वाक्यं समीचीनमस्ति वा? अहं गानं श्रवणं करोमि न महोदय. तत्र किं भवति? अहं गानस्य श्रवणं करोमि. इदानीम् अहं शृणोमि गानस्य श्रवणं करोमि इत्यस्य स्थाने शृणोमि इति वदामि चेत् तत्र किं वाक्यं भवति? अहं गानं शृणोमि. तत्र गानमित्यस्य का विभक्तिः? द्वितीया. भेदः अवगन्तव्यः अस्ति सर्वैः. अत्र शृणोमि अस्ति चेत् द्वितीयविभक्तिः भवति गानं, किन्तु श्रवणमस्ति चेत् तस्मात् पूर्वं गानं तदानीं नास्ति, षष्टिविभक्तिः भवति, न तु द्वितीयविभक्तिः. गानस्य श्रवणं, किन्तु गानं शृणोति. पुष्पभगिनी पुनः वाक्यं वदतु. जनाः इति विशेषणं तदानीं मास्तु, तत्र केवलं वाक्यं. जनाः श्लाघनं कुर्वन्ति, जनाः धावन्त्याः. तत्र बालिका केवलं वदतु एकवारं. जनाः सोपानेन वदतु. जनाः श्लाघनं कुर्वन्ति, अनन्तरं बालिकाशब्दं संयोजयतु. जनाः बालिकायाः श्लाघनं कुर्वन्ति. जनाः बालिकायाः श्लाघनं कुर्वन्ति. बालिकायाः इत्यस्य का विभक्तिः? षष्ठीविभक्तिः. वचनं किं? षष्टि एकवचनं. इदानीं शत्रुन्तरूपं तादृशं भवेत्. वदतु. जनाः धावन्त्याः बालिकायाः श्लाघनं कुर्वन्ति. इदानीं वाक्यं सम्यक् अस्ति. अस्तु महोदय. महोदय, इति शब्दस्य अर्थं न जानामि. श्लाघनं श्लाघनमिति अर्थः अस्ति वा? प्रशंसां करोति, श्लाघनं करोति. अस्तु अग्रे. तर्हि पुष्पभगिनी योगितवती. इदानीं सञ्जीवमहोदय वदति वा? भक्तः भक्तः देवं गायन् नमति. अत्र देवमिति शब्दः तत्र कस्य कर्मपदम्? कस्य कर्मपदं? नमति. हा अत्र नाम शब्दक्रमः यः कोऽपि यः कोऽपि भवतु हा वाक्यं समीचीनमासीत् सर्वे अवगच्छन्तु वाक्यं पुनः वदतु कृपया महोदय भक्तः देवं गायन् नमति अत्र शब्दक्रमः सामान्यः नास्ति इति कृत्वा तत्र अन्यथा अवगमनं भवितुम् अर्हति जनानां किन्तु तत्र वाक्यं साधु अस्ति संस्कृतभाषायां शब्दक्रमः यः कोऽपि भवतु नाम अस्तु तत्र सामान्यशब्दक्रमः कः स्यात् गायन् भक्तः देवं नमति हा इति समीचीनमस्ति यतोहि गायन् इति भक्तः शब्द भक्तः इति शब्दस्य भक्तशब्दस्य विशेषणं किन्तु अत्र गायन् भक्तः देवं नमति अत्र नमति भक्तः गायन् देवम् इति गायन् देवम् इति अपि भवितुमर्हति स्म यत्किं संस्कृतभाषायां किमपि भवितुमर्हति विभक्तिरूपेण तत्र अस्माकं भ्रमः न भवति इति अस्ति समीचीनं कृतु अस्तु सुनिधि भगिनी वाक्यं वदतु वहन्त्यां नद्यां मीनाः तरन्ति बहु समीचीनमस्ति पुनः वहन्त्यां नद्यां मीनाः तरन्ति वाक्यं बहु समीचीनमस्ति नद्यां मीनाः तरन्ति नद्याम् अत्र अजय महोदय तत्र विभक्तिः का द्वितीया विभक्तिः नद्यां का विभक्तिः अस्ति अभिनवमहोदय वदतु अभिनवमहोदय अस्ति आं महोदय म्यूट् आसीत् सप्तमी विभक्ति सप्तमीविभक्तिः अस्ति हा अत्र अन्यत् कार्यं मा करोतु कृपया एकः एव अन्यकार्यं न करोमि किन्तु अस्तु अस्तु हा तत्र भगिनी तत्र भगिनी पुनः वाक्यं वदतु सुनिधि भगिनी वहन्त्यां नद्यां मीनाः तरन्ति अस्तु अत्र अभिनय महोदय किञ्चित् प्रतिपादयतु वाक्यं कथमस्ति मूलवाक्यं किं क्रियापदं किं कर्तृपदं किम् अस्मिन् वाक्ये कर्तृपदं किम् अभिनवमहोदय वहन्त्यां नद्यां मीनाः तरन्ति अस्मिन् वाक्ये कर्तृपदं किं वहन्त्यां नद्यां मीनाः हा सम्यक् अस्ति मीनाः तत्र क्रियापदं किं वहन्त्यां नद्यां तरन्ति हा हा हा मीनाः तरन्ति इति वाक्यमस्ति इदानीं कः प्रश्नः पृच्छामः कुत्र तरन्ति उत्तरं किं नद्यां इदानीं तत्र कीदृश्यां नद्यां वहन्त्यां नद्यां वहन्त्यां नद्यां तत्र मीनाः नद्यां तरन्ति तत्र मीनाः वहन्त्यां नद्यां तरन्ति इति वाक्यमस्ति स्पष्टं समीचीनमस्ति सर्वैः वक्तव्यम् अस्ति सन्ध्या भगिनी अपि वदिष्यति इदानीं शुभा भगिनी तत्र वाक्यमस्ति वा ददामि नूतनवाक्यं वदति वा? ओ ओ अस्तु. उपविशन्ति बालिका भोजनं खादति. हा, बहु समीचीनमस्ति. इदानीं किन्तु उच्चारणं बहु सम्यक् भवेत्. पुनः वदतु. उपविशन्ति. हा, किन्तु तत् अत्र ईकारः ह्रस्वः वा अथवा दीर्घः वा? दीर्घः. तर्हि दीर्घं वदतु. ओ, उपविशन्ति बालिका भोजनं खादति. हा, बहु समीचीनमस्ति. मीना भगिनी वदतु. धावद्भ्यः जनेभ्यः जलं ददामि. जलं ददामि इति मूलवाक्यं. जनेभ्यः जलं ददामि, जनेभ्यः चतुर्थी बहुवचनं. धावद्भ्यः जनेभ्यः जलं ददामि. हा, बहु समीचीनमस्ति. अत्र का विभक्तिः अस्ति? चतुर्थी विभक्ति. चतुर्थी विभक्तिः बहुवचनमस्ति. अत्र नकारः किमर्थं नास्ति? पञ्चस्थलेषु, प्रथमपञ्चस्थलेषु एव नकारः अस्ति पुल्लिङ्गे. पुल्लिङ्गे, हा, इति उत्तरमस्ति. बहु समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे सन्ध्या भगिनी वाक्यं वदति वा? अहं गच्छन्तीं बिडालाम् आह्वयामि. अस्तु. हा, बिडालः सा तत्र स्त्रीलिङ्गे भवितुमर्हति. हा, स्त्री अस्ति चेत्. हा, अस्तु, समीचीनमस्ति. विडालः तत्र बिडालः, कुक्कुरः बिडालः, बिडालः जानाति खलु? बिडालः न जानाति. गृहे वसति तत्र पशुः. बिडालः, अस्तु, समीचीनमस्ति. अस्तु, रविमहोदय वदति वा? विद्यालयं गच्छन्तौ छात्रौ पश्यामि. हा, वाक्यं सम्यक् अस्ति. अस्तु, अग्रे अजयमहोदय वदति वा? आं महोदय. सुरेशः. किमस्ति पुनः? पठन् रमेशः अजयः पश्यति. अस्तु, इदानीं पठन् इति निष्कास्य वाक्यं वदतु एकवारम्. रमेशः पठति, अजयः रमेशं पश्यति. अजयः रमेशं पश्यति इति वाक्यम्? आम्. तर्हि इदानीं संयोजयतु शतरन्तरूपम्. अजयः रमेशं पश्यति, पठन् रमेशम् अजयः पश्यति. हा, किन्तु अत्र रमेशम् इत्यस्य का विभक्तिः? रमेशं का विभक्तिः अस्ति? द्वितीयाविभक्तिः. द्वितीयाविभक्तिः, हा, तर्हि अत्र तत्र शत्रान्तरूपस्य द्वितीयाविभक्त्यन्तरूपम् एकवचने किं भवति? तत्र रूपाणि वदतु एकवारं. पठन् पठन् एकवचने प्रथमविभक्तौ पठन् अस्ति खलु, पठन् अस्ति, ततः अग्रे वदतु पठन् पठन्त पठन् द्वितीय द्विवचने एक प्रथमविभक्तौ द्विवचने पठन् पठन्तौ पठन्तः अनन्तरं पठन्तम् हा तत्तु न उक्तम् आम् पठन्तं रमेशः अजयः पश्यति न रमेशः कथं रमेशः मूलवाक्यं किम् आसीत् पुनः वाक्यं वदतु मूलवाक्यम् अजयः रमेशं पश्यति हा अजयः रमेशं पश्यति तर्हि रमेशमिति अस्ति रमेशमित्यस्य विशेषणं किमस्ति इदानीं पठन्तं हा इदानीं वाक्यं वदतु अजयः अजयः पठन्तं अजयः पठन्तं रमेशः पश्यति रमेशः कथं भवान् किं मूलरूपं किम् उक्तवान् इदानीं अजयः रमेशं पश्यति रमेशं हा इदानीं संयोजयतु विशेषणम् अजयः पठन्तं रमेशं पश्यति हा इति अस्ति अवगच्छति वा आमां रमेशः रमेशः इति कथं वा भवति तत्र द्वितीयविभक्तौ अस्ति इदानीं शब्दक्रमः यः कोऽपि भवतु नाम पठन्तं रमेशम् अजयः पश्यति अजयः पश्यति पठन्तं रमेशं पठन्तम् अजयः रमेशं पश्यति इति यत्किमपि यः कोऽपि तत्र शब्दक्रमः समीचीनः एव किन्तु विभक्तिः समीचीना स्यात् अस्तु समीचीनमस्ति अग्रे गच्छेम तर्हि श्रीनिवासमहोदय वाक्यं वदतु महोदय छात्राः गच्छति वाहने तिष्ठन्तः गायन्ति पुनः वदतु छात्राः गच्छति वाहने तिष्ठन्तः गायन्ति छात्राः अनन्तरं किमस्ति छात्राः गच्छति वाहने ओ गच्छति वाहने अनन्तरं तिष्ठन्तः गायन्ति तिष्ठतः तिष्ठतः आम् तिष्ठतः गायन्ति आं महोदय तिष्ठतः इति कस्य विशेषणं तिष्ठतः ते तिष्ठन्ति अथवा गायन्ति अपि छात्राः इति अस्ति खलु छात्राः मूलवाक्यं किमस्ति मूलवाक्यं छात्राः गच्छति वाहने न न न गच्छति वाहने इति न मूलरूपं कर्तृपदं क्रियपदं छात्राः वाहने वाहने इति मास्तु केवलं क्रिया कर्तृपदं क्रियापदं छात्राः गायन्ति हा छात्राः गायन्ति कुत्र गायन्ति वाहने गायन्ति कीदृशे वाहने गच्छति वाहने गच्छति गच्छति वाहने अस्तु अनन्तरं तिष्ठतः इति कुत्र कीदृश तत्र न अवगच्छामि तिष्ठतः किमस्ति छात्रा वाहने गच्छति वाहने तिष्ठति अथवा गायन्ति इति हा नाम गायन्ति किन्तु तिष्ठतः इति कथमस्ति तत्र छात्राः इति बहुवचनान्तरूपमस्ति तिष्ठतः इति किमस्ति तिष्ठतः इति कीदृशं रूपमस्ति भवान् किं वक्तुमिच्छति तिष्ठतः इति तत्र क्रियपदं वा शतन्त्ररूपं वक्तुमिच्छति वा शतन्त्ररूपम् तर्हि तिष्ठति यदि अस्य तिष्ठति छात्राः इति अस्य लिङ्गं किं छात्राः पुल्लिङ्ग पुल्लिङ्गे तर्हि स्थादातोः शत्रन्तरूपं किम्? तिष्ठन् एकवचनं, द्विवचनं तिष्ठन्तौ, बहुवचनं तिष्ठन्तः. हा, तिष्ठन्तः इति अस्ति तर्हि. हा, वाक्यं वदतु. छात्राः गच्छति वाहने, तिष्ठन्तः गायन्ति. हा, इदानीं समीचीनमस्ति, इदानीं सम्यक् अस्ति. तत्तु भवान् जानाति स्म, एतत् सर्वं तावत् कर्तुं शक्नोति स्म. समीचीनं. लक्ष्मीभगिनी वदतु. चिकित्सालये कार्यं कुर्वतां भिषजां वस्त्राणि हरितानि सन्ति. वस्त्राणि हरितानि सन्ति. हरितानि. पुनः वाक्यं वदतु. चिकित्सालये कार्यं कुर्वतां भिषजां वस्त्राणि हरितानि सन्ति. मूलवाक्यं किं? कर्तृपदं क्रियापदं किम्? वस्त्राणि हरितानि सन्ति. वस्त्राणि सन्ति इति मूलवाक्यम्? आं महोदय, वस्त्राणि सन्ति. वस्त्राणि सन्ति. तदनन्तरं केषां वस्त्राणि सन्ति? भिषजां वस्त्राणि सन्ति. हा, अस्तु अस्तु, भवति भवति वाक्यं तर्हि. किञ्चित् विचित्रमस्ति किन्तु वाक्यं समीचीनमस्ति. अग्रे अग्रे सर्वे उक्तवन्तः वा? अन्य कोऽपि? अहं वदामि वा? हा, वदतु वदतु. अभिनव वद वा. वदतः छात्रस्य नाम किम्? हा, समीचीनमस्ति. वदतः छात्रस्य नाम किम् इति वा? इदानीं सम्यक् अस्ति. इदानीं सर्वे किञ्चित् किञ्चित् अवगतवन्तः इति भाति. इदानीम् अग्रे गच्छेम. इदानीम् अस्माकं पुस्तके किञ्चित् अग्रे गच्छेम. विंशतिनिमेषाः सन्ति. अत्र त्रिषष्ट्यधिकशततमेपुटे उदाहरणरीत्या वाक्यानि दत्तानि सन्ति. त्रिषष्ट्यधिकशततमेपुटे तत्र वाक्यानि सन्ति. वयं किञ्चित् दृष्टवन्तः, पुनः दृष्ट्वा अग्रे गच्छेम. शीघ्रमेव पश्यामः. निहारिकभगिनी, तत्र प्रथमं वाक्यम्. अहं विद्यालयं गच्छन्तं छात्रं मार्गं पृच्छामि. इदानीं स्पष्टं भवेत्? इदानीं तत् वाक्यं स्पष्टमस्ति सर्वेषां कृते? द्वितीयं वाक्यं. रमेशः ओदनं पचन्तीं भगिनीं प्रशंसति. ओदनं पचन्तीं भगिनीम् इति, तत्र भगिनीम् इति द्वितीयविभक्तौ अस्ति, अतः पचन्तीं स्त्रीलिङ्गे अपि तथा. तृतीयं वाक्यं. शिक्षिका क्रीडतः बालकान् आह्वयति. बालकान् इत्यस्य का विभक्तिः? किं वचनं? द्वितीयविभक्ति बहुवचनम्, अतः क्रीडतः अपि तथैव. हा, चतुर्थं वाक्यं. यात्रिकाः जले तरन्तीः नौकाः पश्यन्ति. नौकाः इत्यस्य का विभक्तिः? द्वितीयविभक्तिः बहुवचनम्. लिङ्गं? स्त्रीलिङ्गम्. अतः तरन्तीः अपि द्वितीयविभक्तिः बहुवचनम्. तरन्तीः. अत्र मूलरूपं किं? प्रातिपदिकं स्त्रीलिङ्गे किमस्ति? तरन्ति. तरन्ति नदी शब्दवत् सर्वे अवगच्छन्ति खलु? तत्र नकारः किमर्थम् अस्ति? लट्लकारे प्रथमपुरुषे एकवचने तरति इति रूपं, तत्र अकारः अस्ति पूर्वं, अतः तत्र नुमागमः भवति, नुमागमः तिष्ठति, नकारः तिष्ठति, नकारः तिष्ठति, नुमागमः अस्ति. अस्तु, बहु समीचीनमस्ति, बहु सम्यक् अस्ति. हा, इदानीं सर्वे अवगतवन्तः इति भाति. अस्तु, इदानीं रविमहोदय, तत्र पञ्चमवाक्यं. माता क्रीडिता बालकेन सह सम्भाषणं करोति. क्रीडता, क्रीडता, सम्यक्तया वदतु पुनः. माता क्रीडिता बालकेन सह सम्भाषणं करोति. क्रीडता बालकेन सह सम्भाषणं करोति. बालकेन इति शिखा विभक्तिः, तृतीय एकवचन, अतः विशेषणमपि अपि तृतीय एकवचने अस्ति. सम्यक्. अग्रिमवाक्यं. विद्यालयं गच्छन्त्या छात्रया गीतं गीयते. अत्र स्त्रीलिङ्ग तृतीय एकवचन, तथापि तथैव गच्छन्त्यापि तृतीय एकवचने अस्ति स्त्रीलिङ्गे. गच्छन्त्या, अत्र लट्लकारस्य प्रथमपुरुषस्य एकवचने अकारः अस्ति, ति पूर्व पूर्व अकारः अस्ति, अत एव नुमागम अस्ति. हा, गच्छति इति. हा, बहु समीचीनमस्ति. सन्दीपमहोदय अग्रे. अग्रजः हसते बालकाय मोदकं ददाति. अत्र बालकाय चतुर्थी विभक्तिः अस्ति एकवचने, तथैव हसते अपि चतुर्थी विभक्तिः एकवचने स्तुलिङ्गे. बहु समीचीनम् अग्रे. स्तुलिङ्गे. पूजकः देवं. सन्दीपमहोदय, सन्दीपमहोदय, अष्टमम्. अष्टमं. पूजकः देवं प्रणद्भ्यः भक्तेभ्यः प्रसादं वितरति. अत्र भक्तेभ्यः चतुर्थीभक्ति बहुवचने, बहुवचनरूपं, तथैव प्रणद्भ्यः प्रणमद्भ्यः पदमपि चतुर्थीभक्ति पुल्लिङ्गचतुर्थीभक्ति बहुवचनरूपम् अस्ति. अत्र प्र उपसर्गपूर्वकः नम् दातु अस्ति, नमति इति सामान्यरूपमस्ति. अस्तु, समीचीनमस्ति. अजय महोदय अग्रे. भवती लेखनेभ्यः छात्राभ्यः. पुनः पुनः पठतु सम्यक्तया. भवती लेखनीभ्यः. लेखनीभ्यः कुत्र अस्ति, सम्यक्तया पठतु कृपया. भवती लेखनीभ्यः. लिखनी इति अस्ति वा, सम्यक्तया मन्दं मन्दं दृष्ट्वा वदतु सम्यक्तया. लिखन्तीभ्यः. भवती लिखन्तीभ्यः छात्राभ्यः दुग्धं ददातु. अत्र किमस्ति, छात्राभ्यः. छात्राभ्यः चतुर्थी विभक्ति. लिङ्गं. लिङ्गं पुंलिङ्गं बहुवचनम्. एवं वा, अत्र लिङ्गं किं, शिल्पा भगिनी सायं करोतु अत्र. छात्राभ्यः लिङ्गं स्त्रीलिङ्ग. हा, यदि पुल्लिङ्गे स्यात् तत्र रूपं किं स्यात्, भगिनी वदतु. छात्रेभ्यः. हा, छात्रेभ्यः इति भवति स्म अजय महोदय, खलु, छात्रेभ्यः, देवेभ्यः, छात्रेभ्यः. अत्र स्त्रीलिङ्गे अस्ति, अस्तु, शिल्पा भगिनी वदतु तत्र लिखन्तीभ्यः इति कथमस्ति तर्हि? छात्राभ्यः चतुर्थी विभक्ति स्त्रीलिङ्ग् बहुवचने, तर्हि लिखन्तीभ्यः अपि चतुर्थी विभक्ति स्त्रीलिङ्ग् बहुवचने. अत्र लिखन्तीभ्यः इति अस्मिन् नकारः किमर्थमस्ति? अस्तु, प्रथम ओके लट्लकारः प्रथमपुरुषः लिखति, निष्कासयतु अकरान्त अस्ति तस्मात् पूर्वं अकरान्त अस्ति चेत् नकरान्त आगच्छति, तस्य अनन्तरं आगच्छति. हा हा, सम्यक् समीचीनमस्ति. पुल्लिङ्गे लिखन्, स्त्रीलिङ्गे लिखन्ति, लट्लकारस्य एकवचने लिखति, लिखति ति इत्यस्मात् पूर्वं नकारः अस्ति, लघु अकारः अस्ति इति कृत्वा नकारः तिष्ठति. लिखन्तीभ्यः यथा भवती उक्तवती एव, बहु समीचीनमस्ति. अस्तु, मीना भगिनी अग्रे. लिखते गोविन्दाय लेखनी रोचते. गोविन्दाय इति चतुर्थीविभक्ति एकवचनं, लिखन् इति प्रातिपादिकं पुल्लिङ्गे, सोरि लिखन्. अत्र वस्तुतः पुल्लिङ्गे लिखन् इति वदामः वारं वारं लिखन् लिखन्, किन्तु वस्तुतः प्रातिपदिकं पुल्लिङ्गे इति वक्तव्यं चेत् लिखत्. एकवचनं लिखन् प्रातिपदिकं लिखत् लिखत् इति प्रातिपदिकं, लिखते इति चतुर्थी एकवचनरूपं, लिखते गोविन्दाय लेखनी रोचते. यथा यथा यथा भवान्, भवान् इत्यस्य मूलरूपं प्रातिपदिकं किं? भवत्. हा भवत्, अतः भवान् तत्र भवत्, भवान् भवन्तौ भवन्तः, तत्र लिखत् लिखन् लिखन्तौ लिखन्तः, तादृशमस्ति. अस्तु, समीचीनमस्ति. अग्रे अभिनवमहोदय अग्रे. शास्त्रं बोधयद्य गुरुभ्य नमः. इदं चतुर्थी बहुवचनं गुरुभ्य. अतः लिङ्गं चतुर्थी विभक्ति बहुवचनं पुल्लिङ्गम्. अतः अतः शत्रन्तरूपम्, अत्र शत्रन्तरूपं चतुर्थी बहुवचनम् अस्ति. हा, अत्र हा समीचीनमस्ति. अत्र अत्र बोधयद्भ्यः इत्यस्य तत्र यदि लट्लकारस्य एकवचनं कथं भवति? बोधयति. हा, बोधयति बहुवचने. बोधयन्ति. अत्र तत्र बोधयन्ति इति कृत्वा पुल्लिङ्गे एकवचने किं भवति शत्रन्तम्? बोधते. न न न, अत्र बोधयन्ति इति अस्ति, भवता उक्तं खलु बोधयन्ति. अत्र पुल्लिङ्गे शत्रन्तरूपं किं भवति तर्हि? पुल्लिङ्गे शत्रन्तरूपं प्रथम नाम प्रथमपुरुषस्य नाम प्रथम तत्र क्षम्यता एकवचने एकवचने प्रथमाविभक्तौ पुल्लिङ्गे किं भवति? बोधयन् हा बोधयन् हा तीति निष्कास्य तत्र बोधयन्ति इति आसीत् ती निष्कास्यामः बोधयन् अस्ति बोधयन् तर्हि रूपाणि वदतु बोधयन् द्विवचने बोधयन् बोधयन्तौ बोधयन्तः अग्रे बोधयन्तं बोधयन्तौ बोधयन्तः न बोधयतः अग्रे बोधयन् बोधयता बोधयद्भ्यां बोधयद्भिः अग्रे बोधयते बोधयद्भ्यां बोधयद्भ्यः हा इति अस्ति अत्र बोधयद्भ्यः वा बहु समीचीनमस्ति वा अस्तु अग्रे गच्छेम सुनिधिभगिनी अस्ति वा महोदय एकः प्रश्नः अस्ति कीदृश इति रूपम् उपयोगित्वा प्रश्नं करोति चेत् लिखते गोविन्दाय लेखनी रोचते इति कथं भविष्यति कीदृशस्मै गोविन्दाय इति भवति कीदृशाय कीदृशाय गोविन्दाय कीदृश अकारान्तः अस्ति कीदृशाः जनाः कीदृशाय जनाय इति अस्ति सुनिधि भगिनी अग्रे तर्हि अत्र किमस्ति अश्वात् पञ्चमी विभक्ति अस्ति अतः वचनं किम् एकवचनं बहु समीचीनमस्ति धावतः अश्वात् बहु सम्यक् अस्ति अग्रे तर्हि निहारिका भगिनी अग्रे क्षोराः अनुधावत्भ्यः आरक्षेभ्यः बिभ्यति किमस्ति आरक्षकेभ्यः पञ्चमी विभक्ति मध्ये अस्ति अतः अनुधावद्भ्यः अपि पञ्चमी विभक्तौ अस्ति अनुधावद्भ्यः बिभ्यति चोराः बिभ्यति तत्र यत्र भयमस्ति तत्र पञ्चमी भवति खलु चोराः बिभ्यति आरक्षकेभ्यः कीदृशेभ्यः आरक्षेभ्यः इति चेत् अनुधावद्भ्यः आरक्षेभ्यः आरक्षकेभ्यः लक्ष्मीभगिनी अग्रे कुत्र अत्र आगच्छन्त्याः शाकविक्रेत्र्याः कर्कटीं क्रीणातु अत्र किमस्ति शाकविक्रेत्र्याः प्रातिपदिकमस्ति किं तत्र शाकचिक्रेत्याः इति अस्य प्रातिपदिकं किं विक्रेता प्रथमविभक्तिरूपं विक्रेता ऋकारान्तं विक्रेतृ न अत्र तथा नास्ति अत्र तथा नास्ति अत्र मूल अत्र प्रातिपदिकं किम् अस्ति अत्र लिङ्गं किं स्त्रीलिङ्गं तर्हि स्त्रीलिङ्गे चेत् अत्र प्रातिपदिकं किं विक्रेत्री हा विक्रेत्री अस्ति पुल्लिङ्गे विक्रेता तत्र प्रातिपदिकं किम् अस्ति पुल्लिङ्गे अहं विक्रेतृ हा विक्रेतृ इति पुल्लिङ्गे अस्ति, विक्रेत्री अस्ति स्त्रीलिङ्गे. धन्यवादः. अत्र विक्रेत्याः इत्यस्य तत्र का विभक्तिः अस्ति? पञ्चमी भवति वा महोदय? हा पञ्चमी. यदि यदि पुल्लिङ्गे स्यात् तर्हि किं किं स्यात्? विक्रेतुः. हा विक्रेतुः इति भवति स्म. शाकविक्रेत्याः विक्रेत्र्याः इति अस्ति. शाकविक्रेत्र्याः स्त्रीलिङ्गे पञ्चम एकवचने पञ्चमी विभक्तौ अस्ति. तदर्थं किमस्ति? अत्र पञ्चमी एकवचनं शाकविक्रेत्र्याः, पञ्चमी एकवचनं स्त्रीलिङ्गमस्ति, शत्रन्तरूपमपि पञ्चमी एकवचनं स्त्रीलिङ्गे अस्ति. आगच्छन्त्याः समीचीनमस्ति, बहु सम्यक् अस्ति. पुष्पा भगिनी अग्रे. अस्तु महोदय. एषः विद्यालयं गच्छतः बालकस्य पीयूषः अस्ति. एषः विद्यालयं गच्छतः बालकस्य षष्ठी भवति, गच्छतः षष्ठी भवति अस्ति. पुल्लिङ्गे षष्ठी भवति अस्ति. एकवचनं. अत्र अत्र विद्यालयम् इत्यस्य का विभक्तिः? द्वितीयविभक्ति. अत्र द्वितीयविभक्तिः इति कृत्वा तत्र कर्मपदमस्ति, कस्य कर्मपदमस्ति? कस्य कर्मपदम्? एषः एषः एषः. न, अत्र अत्र संस्कृतभाषायां शब्दाः शृणोतु, शब्दाः क्रियायाम् अन्वयति, शब्दः क्रिया अन्वयति क्रियायां, तर्हि क्रियया सह अन्वयः भवेत्. विद्यालयम् इति शब्दः द्वितीयविभक्तौ, तत्र कर्मपदत्वम् अस्ति तस्य शब्दस्य, कर्मपदमस्ति इति. कस्य कर्मपदमिति चेत् तत्र कस्यचित् कस्याः चेत् क्रियायाः कर्मपदमस्ति. एषः गच्छतः बालकस्य स्यूतः अस्ति. यथा यथा बालकः बालकः स्यूतं पश्यति, बालकः स्यूतं पश्यति इति चेत् स्यूतमिति कर्मपदं कस्य? पश्यति इत्यस्य. पश्यति इत्यस्य भोजनं खादति, भोजनं द्वितीयविभक्तु अस्ति, खादति इत्यस्य कर्मपदम्. अत्र कस्य कर्मपदमस्ति? विद्यालयं गच्छतः बालकस्य विद्यालये. मया किमुक्तम् इदानीं? भोजनं खादति खादति, तत्र क्रियापदस्य कर्मपदं कथं वा एषः? मम अवगतं नास्ति. अस्तु, अत्र निहारिका भगिनी साहाय्यं करोति वा? अस्ति वा भगिनि, मीना भगिनि वदति वा? एषः विद्यालयं गच्छतः इत्यस्य इति क्रियापद गच्छतस्य इत्यस्य कर्मपदमस्ति. वस्तुतः तथा अस्ति, यद्यपि गच्छतः इति इदानीं क्रियापदं नास्ति, किन्तु क्रियायाः सङ्केतः भवति अनेन. तुमून् यत्र तुमून् अस्ति, यत्र क्त्वा अस्ति, यत्र शत्रन्तपदमस्ति, यद्यपि इमानि रूपाणि तिङन्तपदानि नाम क्रियापदानि न सन्ति, तथापि तेषां कर्मपदं भवति इति अस्य वदनार्थम् एतत् सर्वं मया उक्तम् इदानीं. गच्छतः इत्यस्य एव कर्मपदं विद्यालयं. गच्छतः क्रियापदं नास्ति चेदपि तत्र क्रियायाः सङ्केतः दीयते अनेन. सङ्केतः गच्छतः इत्यस्य कर्मपदमस्ति. अस्तु अग्रे अग्रे तर्हि शुभभगिनी अग्रे. क्षम्यतां, सङ्गीतशालां गच्छन्तीनां बालिकानां हस्ते वीणाः सन्ति. बालिकानां षष्टिविभक्ति बहुवचने त्रिलिङ्ग, तर्हि गच्छन्तीनाम् अपि बहुवचने स्त्रीलिङ्ग षष्टिविभक्ति. बहु समीचीनमस्ति. बहु समीचीनमस्ति. तथैव अत्र सङ्गीतशालाम् इति का विभक्तिः अस्ति? द्वितीयविभक्तिः कर्मपदमस्ति. कस्य कर्मपदमस्ति? गच्छन्ति नाम. हा, बहु समीचीनमस्ति. वाह् वाह् वाह्, बहु सम्यक् अस्ति. अस्तु, श्रीनिवास महोदय. महोदय, हस्ते इति किञ्चित् दोषमस्ति इति मन्ये. हस्तेषु इति, बालिकानां हस्तेषु इति. प्रश्नः समीचीनः अस्ति, किन्तु तथा न भवति. संस्कृतभाषायां तथा न भवति, यतोहि प्रत्येकं बालिकायाः एकः हस्तः, बहवः हस्ताः न सन्ति प्रत्येकं. अतः तत्र अस्माकं मस्तिष्कम् उपयुज्य चिन्तनं भवतु. अतः अस्माकं मस्तिष्कानि इति न भवति. मस्तिष्कान् तत्र अस्माकं मस्तिष्कान् उपयुज्य, यतोहि प्रत्येकं जनस्य मस्तिष्कः एक एव अस्ति इति अस्ति, इति नियमः अस्ति. अस्तु, श्रीनिवास महोदय अग्रे. महोदय, न्यायालये वदताम् अधिवक्तॄणां युक्तानि कृष्णानि वर्तन्ते. युतकानि, युतकानि, युतक. हा हा, अग्रे कथमस्ति? सप्तमी किम् अधिवक्तॄणाम्? अधिवक्तॄणां सप्तमी बहुवचनम् अस्ति. हा, षष्ठी बहुवचने इति कृत्वा वदतामपि षष्ठी बहुवचनम्. हा, समीचीनमस्ति. अग्रे सन्ध्या भगिनी, समापयामः. भगिनी सन्ध्या भगिनी अस्ति? नास्ति वा? अभिनवमहोदय, कृपया अभिनवमहोदय. महोदय, पठत्सु बालकेषु रमेशः चतुरः अस्ति. अत्र किमस्ति? सप्तमी विभक्ति बहुवचनमस्ति. किमस्ति? बालकेषु. बालकेषु. अतः अतः पठत्सु एतत् सप्तमी बहुवचनम् अस्ति. सम्यक् अस्ति. अजय महोदय अग्रे. चलन्तीषु धेनुषु कपिला अधिकं दुग्धं ददाति. धेनुषु सप्तमी विभक्ति, अतः चरन्तीषु अपि. हा, बहुवचनं, समीचीनमस्ति. रवि महोदय अग्रे. शिशुः दुग्धं पायन्त्यां मात्री स्नेहयति. अत्र पायन्त्यां षष्ठी बहुवचनं. चिन्तयतु, शिशुः दुग्धं मातरि स्निह्यति. मातरि इति का विभक्तिः? मातरि द्वितीया. मीना भगिनी वदतु, सहायं करोतु. आं, सप्तमी विभक्तिः अस्ति. यत्र स्नेहः अस्ति, आदरः अस्ति, प्रेम अस्ति, तत्र सप्तमी विभक्तिः अवश्यं भवति. मम आदरः तस्मिन् अस्ति, मम स्नेहः तस्मिन् अस्ति इति तत्र स्नेहः, प्रेम, आदरः, तत्र सप्तमी विभक्तिः अवश्यमस्ति. मातृशब्दस्य तत्र सप्तमी एकवचने मातरि इति कृत्वा अत्र पाययन्त्याम् इति स्त्रीलिङ्गे एकवचने पाययन्त्यां दुग्धं. स्पष्टं वा? आं, स्पष्टम्. अस्तु, अस्तु, समीचीनमस्ति इति अस्माकम् अभ्यासः जातः. सर्वेषाम् अवगमनं जातम् इति भाति. इदानीं शतरन्तरूपाणाम् अर्थः कः, रूपाणि कथं भवन्ति, चिन्तनं कथं भवति पुल्लिङ्गे स्त्रीलिङ्गे इति सम्यक्तया अभ्यासः जातः इति खलु. हरि ओम्. अस्तु, धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः.